ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्माकं पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति तत्र आर्धधातु कृत् प्रत्ययः। अस्माभिः पूर्वस्मिन् वर्गे पठितं तत्र ये आर्धधातु कृत् प्रत्ययाः सन्ति यथा तत्र कृत् आर्धधातु लकारेषु तत्र गणचिन्तनम् अनावश्यकम् अस्ति, तथैव आर्धधातु कृत् प्रत्ययविषये अपि कृत् प्रत्ययानां विषये अपि तत्र गणचिन्तनम् अनावश्यकम् अस्ति। सो तत्र बिकास् तत्र गणविकरणप्रत्ययाः मध्ये धातु अपि च अर्धधातुप्रत्ययमध्ये न आयान्ति, अतः सर्वेषां धातूनां कृते तत्र किञ्चित् तत्र विभागः वर्तते। अस्माभिः तस् विभागाधारीकृत्य एव तेषां तत्र अर्धधातुप्रत्ययस्य मेलनं करणीयम्। सो अत्र अत्र प्रथमे धातूनां कृते तत्र अजन्तदातवः अपि च हलन्तदातवः आदौ तत्र एतादृशः बृहद् वर्गीकरणं भवति। सो ये अजन्तदातवः सन्ति यथा अत्र लिखितम् अकारान्तः आकारान्तः इकारान्त् ईकारान्त् उकारान्त् ऋकारान्त् अपि च एजन्ताः। सो एते नव एते ये नव विभागाः सन्ति एते नव विभागाः अजन्तदातूनां कृते। सो नव दशसु गणेषु ये अजन्तदातवः सन्ति तेषां इत्युक्ते भुवादि आरभ्य क्रयादिपर्यन्तं, बिकास् चुरादिगणः किञ्चित् विशिष्टगणः अस्ति, तत्र किमपि प्रत्ययस्य योजनेन आदौ एव तत्र निच् प्रत्ययस्य आगमः भवति, इत्युक्ते निच् प्रत्ययः अस्माभिः योजनीयं तत्र लङ् लकारः भवतु वा कृत् प्रत्ययः भवतु। सो चुरादिगणे ये धातवः सन्ति अराौण्ड् 450 धातवः तत्र सन्ति, तत्र तस्मिन् गणे केचन नित्यनियन्ताः इत्युक्ते केचन धातूनां कृते नित्यरूपेण तत्र निच् प्रत्ययस्य योजनं भवति आदौ एव, केचन इत्युक्ते विकल्पेन तत्र वा नियन्ताः नयन्ताः। सो वा इत्युक्ते एकस्मिन् पक्षे भवति, न इच्छामः चेत् न कुर्मः। सो ते तत्र निच् प्रत्ययः इत्युक्ते एकस्मिन् पक्षे भवति इत्युक्ते सर्वेषां धातूनां कृते तु एकस्मिन् पक्षे निच् प्रत्ययः आयाति एव, अतः चुरादिगणस्य चिन्तनं तत्र भिन्नरूपेण अस्माभिः तत्र भवति। सो भुवादिगणे आरभ्य क्रयादिगणपर्यन्तं तत्र ये अजन्तदातवः सन्ति तेषां सर्वेषां कृते एतादृशः अजन्तानां कृते तत्र नवविभागाः भवन्ति। सो भुवादौ टु क्रयादौ ये अकारान्ताः, तथैव भुवादौ टु क्रयादौ ये आकारान्ताः इकारान्ताः ईकारान्ताः, तेषाम् एकम् एव विभागः तत्र भवति। यथा अत्र दत्तं क्रीधातुः क्रीणाति इति रूपम् अस्ति, सो तत्र क्रयादिगणस्य धातुः अस्ति, नीधातुः शीङ् धातुः भुवादिगणस्य धातुः, नीधातुः भुवादिगणस्य धातुः। सो भुवादौ आरभ्य क्रयादिपर्यन्तं ये दीर्घ इकारान् धातवः तेषाम् अत्र गणना अस्ति ईकारान्तेषु, यदा अस्माकं विवक्षा आर्धधातुप्रत्ययस्य अस्ति, तथैव सर्वे एते विभागाः। अनन्तरं तत्र ये हलन्तदातवः सन्ति, हलवर्णस्य तु वयं जानीमः, किञ्चित् इदानीं तत्र अस्माकम् अभ्यासः अस्ति, हलन्तदातूनां तु तत्र किमपि अङ्गकार्यं नास्ति, परन्तु तत्र उपधावर्णस्य वैशिष्ट्यम् अस्ति। सो हलन्तधातूनां यः उपधावर्णः अस्ति तत्र किञ्चित् कार्यं भवति, अतः उपधावर्णस्य आधारीकृत्य एव अनन्तरं तत्र हलन्तधातूनाम् एते भेदाः अदुपदाः इत्युक्ते तादृश हलन्तधातुः यस्य उपधायाम् अत् अस्ति, ह्रस्वाकारः अस्ति, तथैव इदुपदाः उदुपदाः, अत्र ह्रस्व इत् इति ग्रहणं भवति, ह्रस्व उ इति ग्रहणं भवति यदा उपधावर्णस्य उल्लेखः अस्ति, तथैव ऋदुपदाः सो ऋकारान्त ह्रस्वऋकारः उपधायां येषां ते सर्वे धातवः अस्मिन् गणे, अनन्तरं ये अवशिष्टधातवः इत्युक्ते यत्र उपधायाम् एतादृशः वर्णः नास्ति, मे बि उपधायां दीर्घ एकवर्णः अस्ति, तादृश अवशिष्टधातवः इति तत्र वर्गीकरणमस्ति. सो बिकास् तत्र अष्टाध्यायी पाणिनिमहर्षिणा यानि सूत्राणि अर्धधातुके इति अर्धधातुके अथवा अर्धधातुप्रत्ययनिमित्तीकृत्य तत्र सूत्राणि सन्ति, तत्र कार्यम् अन्तिमवर्णः नो चेत् उपधावर्ण उपधावर्णस्य एव अङ्गकार्यं भवति. सो आदौ एव अस्माभिः तत्र स्मर्तव्यं यदा अङ्गकार्यमस्ति, कोऽपि पृच्छति चेत् अङ्गकार्यम् इत्युक्ते किम्, अङ्गकार्यं सर्वदा प्रत्ययनिमित्तीकृत्य एव भवति, बिकास् अङ्गस्य तादृश तत्र संज्ञा अस्ति, अङ्गम् इति संज्ञा अस्ति व्याकरणशास्त्रे. सो यस्मात् प्रत्ययः विधि तदादिप्रत्यय अङ्गम् इति संज्ञासूत्रेण तत्र प्रत्ययस्य उपस्थितिः अवश्यं भवति, प्रत्ययस्य कारणेन एव पूर्वस्मिन् भागस्य तत्र अङ्गसंज्ञा भवति, अपि च अङ्गे यत्किमपि परिवर्तनं भवति तत् प्रत्यय आधारीकृत्य एव भवति. सो यदा वयं तत्र अर्धधातुकप्रत्ययः अत्र तु यदा अर्धधातुकप्रत्ययः आयाति तत्र साक्षात् धातुरूपी अङ्गमेव अस्ति, यदा वयं सार्वधातुकप्रक्रिया कुर्मः चेत् तत्र सार्वधातुकप्रत्ययः यः सार्वधातुक यः प्रत्ययः अस्ति तत्र मध्ये अपि तत्र साक्षात् धातुरूपी अङ्गं नास्ति, बिकास् तत्र विकरणाः मध्ये आयान्ति, तत् घनविकरणं भवतु वा लकारविकरणं भवतु. सो सो तत्र सार्वधातुप्रक्रियायां साक्षात् धातुरूपी अङ्गं नास्ति, परन्तु अत्र अर्धधातुप्रत्ययानां विषये तु साक्षात् धातु यत् अस्ति, धातुपाठे यत् धातु दत्तं तत् मूलरूपं यत् अस्ति तदेव अङ्गं भवति अर्धधातुप्रत्ययस्य कृते, तत् मध्ये किमपि न आयाति, केवलं कुत्रचित् धातु आदेशः भवति, कस्यचित् प्रत्ययस्य कारणेन धातु आदेशः भवति, यदा तत्र एकं बहु परिचितं सूत्रम् अस्ति अस्तेर्भू, सो अस् धातुः भू आदेशः भवति अर्धधातुके भवति, सो यदा अस् धातुः अनन्तरं कोऽपि अर्धधातुप्रत्ययः योजयामः, कोऽपि अर्धधातु प्रत्ययस्य विवक्षा अस्ति तत्र सर्वदा अस् धातोः भू आदेशः भवति. सो तादृश धातु आदेशाः सन्ति, परन्तु आदेशानन्तरम् अपि तत् मूलधातुरूपमेव अस्ति. इदानीं तत्र यदि वयम् अत्र अजन्तानां विषये पश्यामः चेत् इत्युक्ते अजन्तानां विषये अन्ते कोऽपि अच्वर्णः, तादृशधातवः येषाम् अन्ते अच्वर्णः अस्ति, परे कोऽपि अर्धधातुप्रत्ययः यथा सो इदानीमेव आदौ एव अस्मिन् करपत्रे तत्र किं दत्तं, सो अङ्गे यत् किमपि कार्यं भवति तत् प्रत्ययनिमित्तीकृत्य भवति, सो प्रत्ययानां तत्र ज्ञानमपि अवश्यं भवेत् तदा एव वयं तत्र कार्यं अङ्गकार्यं कर्तुं शक्यते. अतः अस्मिन् करपत्रे अहं चिन्तयामि आदौ एव तत्र दत्तम्, अत्र अस्ति वा भिन्न अत्र एव अस्ति, सो अत्र तु नास्ति, अहं चिन्तयामि पूर्वस्मिन् तत्र करपत्रे अस्ति, परन्तु वयम् इदानीं तत्र सर्वे जानीमः एव अर्धधातुप्रत्ययानां तत्र विभागत्रयं कृतमस्ति, ये अर्धधातुप्रत्ययाः सन्ति, एकमस्ति कित्नित् प्रत्ययाः, ते अर्धधातुकप्रत्ययः यस्मिन् ककारस्य इतस्ति नो चेत् नकारस्य इतस्ति तेषाम् एकः विभागः भवति. अनन्तरं तत्र अन्यत् अन्यत् प्रत्ययाः मूर्धन्यनकारस्य यस्मिन् इत् अपि च तालुयकारस्य यस्मिन् इत् तादृश अर्धधातुप्रत्ययाः. अनन्तरं तृतीयविभागः अस्ति कित् नित् नित् नित् भिन्नप्रत्ययाः यथा तृच् अनियर् अपि च तव्य एते प्रत्ययाः कित् नित् नित् नित् भिन्नप्रत्ययाः. अतः यदा वयम् अङ्गकार्यस्य एतादृशवर्गीकरणं कुर्मः तत्र प्रत्ययस्य ज्ञानम् अपि आवश्यकं भवति. सो प्रत्ययस्य प्रत्ययः कीदृशम् अस्ति तद् आधारीकृत्य अपि तत्र कार्यं भवति. सो यदि वयम् अकारान्तानां विषये यत्र धातोः अन्ते ह्रस्व अकारः अस्ति तादृशधातूनां चिन्तनं कुर्मः चेत् भुवादो आरभ्य क्रयादिपर्यन्तं तत्र कोऽपि धातु नास्ति यस्य अन्ते ह्रस्वाकारः विधीयते. केवलम् अत्र अकारान्तः यः विभागः अस्ति केवलं चुरादिगणे केचन धातवः सन्ति यथा अत्र अस्ति कथ गण रच. एते सर्वे चुरादिगणस्य धातवः तत्र एव अकारान्तदातवः सन्ति. परन्तु फस्ट् टु नैन् ये नवगणाः सन्ति तत्र कोऽपि अकारान्तदातु नास्ति. परन्तु तत्र स्मर्तव्यं यदा अकारान्तदातु अस्ति सः चुरादिगणस्य भवतु तत्र आर्तधातुप्रत्ययनिमित्तीकृत्य तत्र एकं परिचितं सूत्रमस्ति अतोलोपः. अतोलोपः इति सूत्रम् अस्ति. इत्युक्ते अन्ते यः अकारः अस्ति तत्र आर्धधातुके इति अधिकारः वर्तते. अत्र पश्यामः अत्र पश्यतु 48 इति सूत्रमस्ति. 6448 इति सूत्रमस्ति. अतो लोपः वन् सेकेण्ड्. सो अनेन सूत्रेण अकारान्तस्य आर्धधातुके लोपः भवति. अत्र पश्यतु 46 इति सूत्रम् 46 इति अधिकारसूत्रमस्ति आर्धधातुके. सो एतत् आरभ्य तत्र आर्धधातुके इति अधिकारः भवति. सो यः अतोलोपः अस्ति तत्र आर्धधातुके प्रत्यये परे. सो अस्माकं विषयः आर्धधातुप्रत्ययः अस्ति. सो आर्धधातुप्रत्यये परे अकारस्य लोपः भवति. अङ्गे यः अकारः अस्ति तस्य लोपः भवति. अतः प्रथमगणः गणस्य यः तत्र निर्माणम् अस्ति अकारान्तानां विषये ह्रस्व अकारान्तानां विषये तत्र एतस्य सूत्रस्य प्रसक्तिः सर्वत्र भवति. यदा तत्र आर्धधातुप्रत्ययः परे अस्ति ह्रस्व अकारान् धातोः अनन्तरं तत्र अतो लोप्य इत्यनेन तस्य अकारस्य लोपः भवति. यथा मया उक्तं फस्ट् टु नैन् कोऽपि तत्र अकारान्तधातु नास्ति. सो मे बि तत्र यदा तत्र कोऽपि विकरणप्रत्ययः योजयामः परे कोऽपि आर्धधातुप्रत्ययः अस्ति. विकरणप्रत्ययः तु आर्धधातुकेन आयाति. परन्तु किमपि कारणेन आर्धधातुक् अस्ति चेत् तादृश तत्र अङ्गं यदि अकारान्तं भवति परे आर्धधातुप्रत्ययः अस्ति तत्रापि एतस्य सूत्रस्य प्रसक्तिः भवति. सो अत्र एतस्य सूत्रस्य मुख्यतया कुत्र कार्यमस्ति चुरादिगणे ये अकारान्तधातवः सन्ति तेषां विषये तस्य अकारस्य लोपः भवति यदा तत्र कोऽपि आर्धधातुप्रत्ययः अस्ति. सः आर्धधातु कित् नित् अस्ति वा नित् नित् अस्ति वा नो चेत् कित् नित् नित् नित् भिन्नः अस्ति किमर्थं चेत् अत्र केवलम् आर्धधातुक् उक्तमस्ति. सो यत्किमपि आर्धधातुक् प्रत्ययः परे अस्ति चेत् तत्र तस्य आकारस्य लोपः भवति. अत्र एकम् अन्यत् सूत्रम् अस्ति अपि अस्ति यस्य हलः. सो यस्य हलः तु अधिक तत्र कार्यक्षेत्रं नास्ति, साक्षात् अनन्तरमेव अस्ति. सो अत्र यस्य इत्यनेन या इति भागः. सो यकारः नास्ति, या यकार अकारस्य वर्णसमूहस्य तत्र लोपः उक्तम् अस्ति. तदपि आर्धधातुके भवति, परन्तु अत्र कीदृशहलः कीदृश या इति शब्दसमूहः यदा हल् परे, यः हल् परे शब्दसमूहः अस्ति तत्र एव तस्य या इत्यस्य भागस्य तत्र आर्धधातुक् प्रत्यये परे तस्य लोपः भवति. परन्तु अत्र अत्र तु उदाहरणम् अत्र उदाहरणं पश्यामः चेत् अत्र दत्तमस्ति वा, अत्र नास्ति. सो तत्र यदा भी धातुः तत्र द्वित्वं भवति, वयं जानीमः सन् यङ्ग् लिट् एते सर्वे द्वित्वविधायक प्रत्ययाः सन्ति. एतेषाम् उपस्थित्याम् एतेषां प्रत्ययानाम् उपस्थित्यां तत्र द्वित्वं भवति. सो तत्र तत्र एतस्य सूत्रस्य प्रसङ्गः आयाति. तत्र या इति अन्ते श्रूयते, अपि च तस्य पूर्वे हल् वर्णः अस्ति, तदा एव यथा तत्र बेभिद्य इति अस्ति, परन्तु आर्धधातु प्रत्ययः परे अस्ति चेत् तत् बेभिद् भवति. सो या इति भागस्य धकार उत्तरवर्तीयः या भागः तस्य लोपः भवति. परन्तु यदा वयम् अकारान्तानां चिन्ता कुर्मः चेत् अत्र अतो लोपे इति एव सूत्रं मुख्यमस्ति. वन् सेकेण्ड् हा, जस्ट् वन् सेकेण्ड्. इदानीं तत्र आकारान्तानां, यः आकारान्तानां विषयः अस्ति, आर्धधातुप्रत्ययनिमित्तीकृत्य तत्र आकारान्तानाम् अपि च एजन्तानाम् एकमेव विभागः भवति. यद्यपि अत्र भिन्नरूपेण दत्तम् अस्ति, परन्तु यदा आर्धधातुप्रत्ययस्य विवक्षा अस्ति तत्र आकारान्तानाम् अपि च एजन्तानाम् एकमेव विभागः भवति. किमर्थं चेत् तत्र कार्यं समानम् अस्ति. प्रथमे वयं जानीमः तत्र एकं सूत्रम् अस्ति. सूत्रं किम्? एजन्तानां कृते सूत्रम् अस्ति. वाट् इस् द सूत्र देर्? ऐ आल्वेस् फार्गेट् दिस् सूत्र. आतेज् उपधायाम् अशीति. आतेज् सूत्रं किमस्ति भगिनि? आतेज् उपधायाम् अशीति. न एक्साक्ट् सूत्रं किमस्ति? एकनिमिषम्. सूत्रस्य यथा पाणिनिना उपदेशं कृतं तथैव तत्र तस्य कण्ठस्थीकरणं करणीयम्. आतेज् वाट् इस् द सूत्र? This is a very general sutra and I keep on forgetting this sutra. Ate chupadeshe ashiti. What is the sutra? Thank you. I think I'm giving a less abhyasa to all of you. That's why nobody remembers the sutras. आदेश उपदेशे अशीति इत्येव इति चिन्तयामि भगिनि अहम् आदेच उपदेशे अहं सत्यं भगिनि तदेव अस्ति आदेच उपदेशे अशीति आत् एच् उपदेशे अशीति आदेच् सिक्स् 445 सूत्रम् अस्ति आदेच् उपदेशे अशीति इति सूत्रं सो एतत् सूत्रम् उपदेशे अत्र पदमस्ति सो ये उपदिष्टधातवः एजन्त उपदिष्टधातवः सन्ति तेषाम् आत्वम् अत्र अनेन सूत्रेण निर्दिष्टमस्ति अशीति इत्यनेन इत्युक्ते अत्र उपदेशावस्थायां सर्वेषाम् एजन्तानाम् आत्वं भवतु इति सूत्रं वदति अनन्तरं निषेधः अपि अस्मिन्नेव सूत्रे वदति शिति परे न करणीयं कार्यस्य निषेधः सो अशीति इत्यनेन अत्र अस्माभिः बहुवारम् एतस्य विषये चर्चा कृतम् सो अशीति इति अत्र सप्तमीनिमित्तं न दत्तमस्ति अशीति इत्यनेन अत्र निषेधः अस्ति कार्यस्य निषेधः सो अस्मिन् सूत्रे न केवलं विधिः उक्तम् अस्ति निषेधः अपि साक्षात् एकस्मिन् सूत्रे एव उक्तम् अस्ति सो यदा अस्माकं विवक्षा कोऽपि षित् प्रत्ययस्य अस्ति इत्युक्ते सार्वधातुक प्रत्ययस्य अस्ति षित् इत्यनेन सार्वधातुक् तदा आत्मस्य निषेधः सो षित् भिन्न यः अस्ति इत्युक्ते आर्धधातुक् अस्ति षित् भिन्न सर्वे आर्धधातुक प्रत्ययाः तत्र कोऽपि निषेधः नास्ति सो तत्र तु आत्वं भवति एव सो आदेच उपदेशे अशीति इति सूत्रेण ये सर्वे एजन्तदातवः उपदिष्ट एजन्तदातवः ये सन्ति यथा गायि म्लायि द्यै तत्र सन्ति बहु एजन्तदातवः तेषाम् आर्धधातु प्रक्रियायां यदा अस्माकं विवक्षा आर्धधातुकप्रक्रिया अस्ति यदा आर्धधातुकप्रत्ययस्य कार्यमस्ति तदा तेषाम् आदौ एव तेषां किं भवति आदेच उपदेशे अशीति इति सूत्रेण तेषाम् आत्वं भवति आत्वम् अनन्तरं तेषां कार्यम् आकारान्तानाम् इव भवति अतः आकारान्तानाम् अपि च एजन्तानाम् एकम् एव गणः भवति यदा अस्माकं विवक्षा आर्धधातु प्रत्ययस्य अस्ति अनन्तरं तत्र आर्धधातु ये आकारान्तधातवः सन्ति तत्र वयं जानीमः तत्र आकारस्य लोपः भवति सो एतत्तु मुख्यसूत्रमस्ति आकारान्तानाम् न श्रूयते महोदय आमां भगिनि मया किमपि न उक्तं भगिनि पश्यामि तदानीं तत्र न केवलम् अन्तिमवर्णस्य आधारीकृत्य कार्यमस्ति, अपि च तत्र प्रत्यय आधारीकृत्य अपि कार्यं भवति. इकारान्त् एकवारम् आकारान्तानां विषये अग्रे कुर्मः, परन्तु इदानीं तत्र यः नित् भिन्नप्रत्ययः अस्ति, इत्युक्ते सामान्य आर्धधातुप्रत्ययः अस्ति, यथा तृच् अस्ति, अनियर् अस्ति, तादृश सामान्य आर्धधातुप्रत्ययः परे अस्ति चेत् वयं जानीमः ये इ उ एते सर्वे धातवः. सो एते इत्युक्ते इगन्तदातवः, सर्वे इगन्तदातवः परे सामान्य आर्धधातुप्रत्ययः, इत्युक्ते कितनित् भिन्नप्रत्ययः, तेषां विषये अपि एकमेव तत्र गणः भवति. सो वि हाव् टु नाट् ओन्लि अस्माभिः तत्र केवलम् अन्तिमवर्ण आधारीकृत्य अपि च अनन्तरं प्रत्ययः इति न द्रष्टव्यम्. सो लाघवार्थम् अस्माभिः किं करणीयं, ये कितनित् आर्धधातुकप्रत्ययाः सन्ति, इत्युक्ते सामान्य आर्धधातुकप्रत्ययाः, तेषां विषये परे कोऽपि इगन्तदातुः अस्ति. सो इगन्त् वदामः चेत् इ ऊ इत्युक्ते दीर्घ भवतु वा ह्रस्व भवतु वा. सो 3, 4, 5, 6, 7, and 8 फार् आल् टैप्स् आफ् एते सर्वे इगन्त् इक् वर्णाः, दीर्घ भवतु वा ह्रस्व भवतु, तादृशधातुः अस्ति, परे कितनित् नित् प्रत्ययः भिन्न कोऽपि प्रत्ययः अस्ति चेत् अस्माभिः वयं जानीमः तत्र किं भवति, तत्र गुणः भवति. सार्वधातुकार्धधातुकयोः इति सूत्रस्य एव प्रसङ्गः तत्र अस्ति, बिकास् इकवर्णः अस्ते अन्ते अस्ति, परे सामान्य अर्धधातुकप्रत्ययः अस्ति, तत्र प्रथमे किं भवति, सार्वधातुकार्धधातुकयोः इत्यनेन तत्र गुणकार्यम्. परे हलादिकित् अस्ति चेत् किमपि न भवति, केवलं वर्णमेलनम् अस्ति. हलादि सामान्य अर्धधातुकप्रत्ययः अस्ति चेत् किमपि कार्यं नास्ति. अजादि सामान्य यथा अनियर् अस्ति, अनियर् प्रत्ययः कितनित् भिन्नप्रत्ययः. सिमिलर्ली तत्र नवुल् प्रत्ययः, नवुल् तु नित् अस्ति, ल्युट् प्रत्ययः तत्र यू स्थाने अन आदेशः भवति. सो यू स्थाने यदा अन आदेशः भवति तदपि अजादि कितनित् भिन्नप्रत्ययः अस्ति. सो यदा तत्र अजादि कितनित् भिन्न अर्धधातुप्रत्ययः अस्ति, पूर्वे तत्र इगन्तधातुः अस्ति, तत्र आदौ सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भवति, अनन्तरं तत्र सन्धि अवकाशः अपि अस्ति, बिकास् परे यः प्रत्ययः तस्य आदौ स्वरवर्णः अस्ति, अजादि अस्ति, अतः तत्र सन्धिकार्यमपि भवति. सो प्रायशः तत्र यदा गुणः भवति तत्र ए ओ इति तत्र एच् वर्णः आयाति, वयं तत्र जानीमः तत्र एचो य वायावः इति सूत्रेण तत्र कार्यं भवति. यथा शी धातुः अत्र शी धातु अत्र पश्यतु, शी धातु अस्ति, अथवा अत्र जी धातुः अस्ति इकारान्त्. सो यदि वयं तत्र सपोस् तृच् प्रत्ययः योजयामः, तृच् अपि अर्धधातुप्रत्ययः अस्ति, कितनित् भिन्न अस्ति. सो तत्र इगन्ताङ्गं तत्र धातु इगन्ताङ्गं पश्यति, सामान्य अर्धधातुप्रत्ययः अस्ति, अतः तत्र अत्रापि जी विषये अपि तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन जे भवति, अनन्तरं तत्र जेतृ इति प्रातिपदिकम् अस्ति, जेता इति तत्र भवति. सो हलादि कितनित् हलादि सामान्य अर्धधातुकप्रत्ययः अस्ति चेत् किमपि न, केवलं गुणकार्यं भवति एतेषाम् इगन्तानां सर्वेषां नाम, अनन्तरं केवलं वर्णमेलनम् अस्ति. परन्तु यदा तत्र ल्युट् अस्ति अथवा अनियर् अस्ति, यथा क्रूधातुः, क्रूधातुः ऋकारान्तधातुः, परन्तु इदानीं सामान्य आर्धधातुप्रत्ययः अस्ति चेत् यत्र गुणः भवति, गुणस्य प्रसङ्गः अस्ति, तत्र तु सर्वे एते ई उ रु एते इक् वर्णाः, सो तत्र इक् वर्णानां गुणः एव भवति, सो कर् भवति, अनन्तरं कर् योग अन् अत्र तु आर् भवति ऋकारान्तानाम्, अत्रापि केवलं वर्णमेलनम् अस्ति, इत्युक्ते ऋकारान्तानां यः गुणः अस्ति सः तु आर् अस्ति, अन्ते रेफ् अस्ति, अतः अत्रापि किमपि कार्यं नास्ति, केवलं गुणकार्यम् अस्ति, अनन्तरं वर्णमेलनम् अस्ति. अत्र अजादि भवतु वा हलादि भवतु, अत्र तु कोऽपि सन्धिकार्यम् अनन्तरं न भवति ऋकारान्तानां. तथैव उकारान्तानाम् उक्वर्णः सामान्य अर्धधातुप्रत्ययः अस्ति चेत् तत्र गुणकार्यं करणीयं, यदि सन्धि अवकाशः अस्ति चेत्, इत्युक्ते अजादिप्रत्ययः अस्ति चेत्, अजादि अर्धधातुप्रत्ययः अस्ति चेत् गुणकार्यमपि भवति इति सामान्य अस्ति. सो ये इगन्तधातवः अपि च परे कितनित् नितनित् भिन्न अर्धधातुप्रत्ययः अस्ति, तत्र तु सार्वधातु सार्व इत्युक्ते गुणकार्यमेव मुख्य अङ्गकार्यम् अस्ति. सो गुणकार्यं भवति, अनन्तरं सन्धिकार्यस्य अवकाशः अस्ति चेत् सन्धि अवकाशः करणीयम्. एतेषां गणानां विषये एव चिन्तनं कुर्मः चेत्, इत्युक्ते इगन्तानाम् इकारान्तानाम् उकारान्तां ऋकारान्तानां परे नित् नित् प्रत्ययः अस्ति चेत् किं भवति, वयं सर्वे जानीमः एव इदानीं. सो यद्यपि अत्र वयं तत्र किं चिन्तनं कुर्मः, अत्र किमपि विशिष्टकार्यमस्ति, किमपि विशेषः नास्ति, अस्माभिः यत् पठितं तस्य एव तत्र एप्लिकेशन् भवति. इत्युक्ते इदानीं इगन्तधातु प्लस् नित् नित् प्रत्ययः, यथा नवुल् प्रत्ययः, यथा गै प्रत्ययः, तथैव तत्र केचन प्रत्ययः सन्ति यस्मिन् नकारस्य इत् अस्ति, मूर्धन्यनकारस्य इत् अस्ति, नो चेत् तालुयकारस्य इत् अस्ति, तादृशप्रत्ययः अस्ति, अपि च इगन्त अजन्तधातु अस्ति, अकारान्त विहाय, अपि च फस्ट् एण्ड् सेकेण्ड् एण्ड् द एजन्त विहाय, ये अन्य सर्वे धातवः सन्ति, तत्र किं भवति, तस्य किं भवति, तत्र वयं जानीमः न गुणनिषेधः कथं भवति भगिनि, किमिति च इति सूत्रेण न नित् नित् प्रत्ययः, ऐ एम् नाट् स्पीकिङ्ग् अबौट् कित् ऐ एम् स्पीकिङ्ग् अबौट् नेत्रणित् प्रत्ययः, ये यस्मिन् मूर्धन्यनकारस्य इत् अस्ति, अपि च तालुयकारस्य इत् अस्ति, अचोयणिति अपि च अचोयणि अचोयणि न अतोदायः इत्यस्य कार्यम् अत्र नास्ति न, वाट् वी आर् डिस्कसिङ्ग् अङ्गं किम् अस्ति, अजन्त अङ्गम् अस्ति, इकारान्त् ईकारान्त् उकारान्त् ऊकारान्त् ऋकारान्त् ऋकारान्त् एते सर्वे अच्वर्णः अन्ते अस्ति, यस्य धातोः अन्ते एतादृशः वर्णः अस्ति, तस्य एव चिन्तनम् इदानीं भवति. सो तादृश अजन्त सो वृद्धिकार्यस्य विषये तु इगन्त न वदामः, वृद्धिकार्यस्य विषये अजन्त वदामः, किमर्थं चेत् सूत्रं तादृशम् अचोनिनिति इति सूत्रमस्ति. सो अच्वर्णस्य वृद्धिः उक्तमस्ति अन्तिम अच्वर्णस्य, अतः इकारान्तः ईकारान्तः यस्य धातोः अन्ते इकारः, इकारः अच्वर्णः, सो अजन्तधातूनां वृद्धिः भवति अचोनिनिति, एकमेव सूत्रमस्ति. अत् उपदाया तु ये अदुपदः इदुपदः तेषां विषये, अद् इत्युक्ते अत् उपदाया तु केवलम् अदुपदानां विषये, for atubda is only for 10th group, 10th this group. So tatra api prathme avriddhi karyam bhavati. So vriddhi karyam bhavati cha sutram ekam eva sutram asti achoniniti iti sutram. शृणित् प्रत्ययः इत्युक्ते नवुल् प्रत्ययस्य वू इत्यस्य अक् आदेशः भवति. सो अक इति आदेशः भवति, अक इति आदेशः, परन्तु अक इति आदेशः नवुल् प्रत्ययस्य प्रतिनिधिः अस्ति. नवुल् प्रत्ययः णित् अस्ति, अतः तत्र ये जि षि नु लु एते सर्वे ये धातवः सन्ति तेषां तत्र वृद्धिः भवति. सो इति, सो इति नित् नित् प्रत्ययः. सो अचोनिनिति इत्यनेन तत्र ची विल् बिकम् दिस् ची विल् बिकम् चै. हा सिमिलर्ली अत्र हृ अस्ति, ऋकारस्य ऋकारस्य वृद्धिः किम्? मया रेकार्डिङ्ग् स्थापितं वा? सो आर् भवति बिकास् अत्र नवुल् प्रत्ययः णित् अस्ति. सो अर् न करणीयम्, आर् करणीयम्. सो हार इति भवति. नवुल् प्रत्ययः अस्ति चेत् अक इति आदेशः भवति, परन्तु आदौ तु वृद्धिकार्यं भवति अचोनिनिति इत्यनेन. सो एतेषां थ्री टु एय्थ् ग्रूप् एते सर्वे धातवः यदि सामान्य आर्धधातुक् प्रत्ययः अस्ति तत्र गुणकार्यं, यदि नित् नित् आर्धधातुक् अस्ति चेत् वृद्धिकार्यम्, अनन्तरं सन्धि अवकाशः अस्ति चेत् सन्धि करणीयं, नो चेत् तत्र बिकास् अत्र यः नु अस्ति तस्य नौ भवति, षि अस्ति तस्य शै भवति, णित् णित् प्रत्ययः परे अस्ति चेत्, ऐ भवति चेत् पुनः तत्र यदि अजादि णित् अस्ति यथा अक इति अजादि णित् अस्ति तत्र एचोयवायावः इति कार्यम् अनन्तरं करणीयम्. सो षि विषये यः अस्ति तत्र शै भवति, अनन्तरं शाय इति भवति, शायक इति तत्र दिस् नवुल् प्रत्ययनिमित्तीकृत्य भवति. सो सन्धि अवकाशः अस्ति चेत् सन्धि तु अवश्यं, सन्धि तु नित्येन करणीयं. प्रायशः तत्र एच् वर्णः पूर्वे अस्ति चेत् एचो यवायवः इति सूत्रस्य प्रसङ्गः सर्वत्र वयं तत्र पश्यामः भवति एव, बिकास् गुणवर्णे अपि एकारः ओकारः अस्ति, ऋकारस्य तु अर् भवति, अन्ते हल् वर्णः अस्ति, तत्र गुणः न भवति. सिमिलर्लि उकारस्य औ भवति अथवा ओ भवति, तदपि एच् वर्णः, एचो यवायवः इति सूत्रेण एव कार्यं भवति. सो इति तत्र इगन्तानां विषये. कित्नित् अस्ति चेत् वयं जानीमः तत्र गुणनिषेधः, किनिति च सूत्रेण गुणनिषेधः भवति. हलादि अस्ति चेत् हलादि अस्ति चेत् इदानीं कित्नित् तु विशेषकार्यमस्ति. ये इकारान्तः तेषां विषये अपि च उकारान्तः, ऋकारान्तानां भिन्नचिन्तनं कदा? सो वी हेव् नाट् ओन्लि टु सी द एण्डिङ्ग् वर्ण आफ् द धातु, वी हेव् टु आल्सो सी द प्रत्यय, बिकास् अङ्गकार्यं तु प्रत्ययस्य कारणेन एव अङ्गे परिवर्तनं भवति, धातुरूपी अङ्गे. अत्र तु धातुरूपी अङ्गमेव अस्ति. सो इदानीं तत्र ये इकारान्ताः अपि च उकारान्ताः, ह्रस्व इकारः दीर्घ इकारः, ह्रस्व उकारः दीर्घ उकारः, परे अस्ति केतनित् प्रत्ययः, परे अस्ति आर्धधातुक् प्रत्ययः एव, परन्तु सः आर्धधातुक् प्रत्ययः कित् अस्ति, नो चेत् नित् अस्ति. तत्र किं भवति? वयं जानीमः एकम् अन्य सामान्यसूत्रमस्ति किनिति च सूत्रम्. किनिति च सूत्रेण यः अन्ते इ अस्ति, उ अस्ति, तस्य गुणनिषेधः अस्ति, गुणकार्यं न भवति अत्र. सो किमपि अन्यत् भवति वा? आम्, तत्र अस्माभिः एकं सूत्रं पठितम्, अचिष्णु धातु ब्रुवाम् युवोर् इयङ् वङ्गो इति सूत्रं, तस्य सूत्रस्य प्रसङ्गः अत्र अस्ति, बिकास् अत्र साक्षात् धातुरूपी अङ्गम् अस्ति, धातोः परे आर्धधातुक् प्रत्ययः, सः आर्धधातुप्रत्ययः गुणानुकूलप्रत्ययः अथवा गुणानुकूलः नास्ति, वृद्धि अनुकूलप्रत्ययः नास्ति. सो तत्र बिकास् अचिष्णु धातु ब्रुवां युवो रियङ् वङ्गो इति सूत्रं तदा एव प्रवर्तते यदा तत्र गुणस्य निषेधः भवति अथवा वृद्धिकार्यस्य निषेधः भवति. बिकास् एतत् सूत्रं यः सार्वधातुकार्धधातुसूत्रम् अपि च अचोनिनिति इति सूत्रं ते परसूत्राणि. एतत् अचिशुनु धातु ब्रुवाम् इति पूर्वसूत्रम्. So we have to understand this. Asmin sutre achi shunu dhatu bruvam yuvor yang vango iti sutre atra kimapi na uktam asti, ha, atra kimapi na uktam asti, atra asmakam vishayah shnu nasti, asmakam vishayah bru nasti, asmakam vishayah to kevalam dhatu asti idani. कीदृशधातुः? युवोः धातुः. युवोः इति पदं धातोः इत्यस्य एव विशेषणम् अस्ति. न श्नु इत्यस्य विशेषणं नास्ति, ब्रू इत्यस्य विशेषणं नास्ति. सो युवोः इति विशेषणं धातुः इत्यस्य कृते, इत्युक्ते इकारान्त् उकारान्त् धातुः. सो यस्य धातु इति संज्ञा, तादृशधातु इत्युक्ते साक्षात् धातुरूपी अङ्गं भवेत्, सः इकारान्त् भवेत् वा उकारान्त् भवेत्, तस्य अजादि प्रत्यये परे अत्र किमपि न उक्तम्. अचि इत्यनेन अजादि प्रत्यये, बिकास् अङ्गस्य अधिकारः अस्ति, अङ्गस्य अधिकारः अस्ति, तो अत्र तु अङ्गस्य परे कोऽपि अच्वर्णः इति तु स्वी न कुर्मः, न स्वीकुर्मः. सो अचि इत्यनेन अजादि प्रत्ययः, अजादिप्रत्ययः अस्ति चेत् तत्र इकारस्य इयङादेशः, इकारान्तधातोः इयङादेशः भवति, उकारान्तधातुः उवङ्गादेशः भवति. सो यदा अस्माकं विवक्षा नवुल् इत्यस्य सोरि अनि दिस् तत्र कोऽपि कृत् प्रत्ययः यः कित् अस्ति लैक् क्त प्रत्ययः, परन्तु क्त प्रत्ययः तु हलादि अस्ति, क्त प्रत्ययः कित् अस्ति, परन्तु वट् वी आर् सर्चिङ्ग्, वी आर् सर्चिङ्ग् अजादि कित्. सो अजादि कित् इति प्रत्ययः कीदृश अजादि कित् प्रत्ययः अस्ति वा कोऽपि? प्रत्ययानाम् आवली अस्माभिः तत्र परिशीलनीयम्. सेकेण्ड्, अच् अस्ति, अच् इति प्रत्ययः अस्ति, एकं प्रत्ययः अस्ति, एकः प्रत्ययः अस्ति अच् इति प्रत्ययः, आर्धधातु कृत् प्रत्ययः अस्ति, इत्युक्ते शित् भिन्नः अस्ति अपि च, परन्तु तत् कित् नास्ति न, कित् नास्ति, तादृश न. अपि च अस्माकम् अचिष्णु धातु ब्रुवाम् इति सूत्रस्य प्रसङ्गः तदा एव आयाति यदा तत्र गुणस्य निषेधः भवति. यत्र यत्र गुणकार्यं भवति, एतत् सूत्रम् इत्युक्ते एतत् सूत्रं 6477 अस्ति, सार्वधातुकार्धधातुकयोः इति सूत्रम् अपि च अचोनिनिति इति सूत्रं सप्तमे अध्याये अस्ति, 74 समथिङ्ग् अस्ति. सो 74 अस्ति चेत् सः परसूत्रं भवति. सो अजादि सामान्य यथा अनियर् प्रत्ययः, सी वट् ऐ वाण्ट् टु से इस् देट् सपोज् ऐ वाण्ट् टु डू जि प्लस् अनियर्, सपोज् ऐ वाण्ट् टु डू जि प्लस् अनियर् we have not discussed the balabal na, so maybe suppose I want to do g ite ikarant dhatu hu a plus aniyar pratyah. अनीय इति अवशिष्टभागः अनियर् प्रत्ययः अजादि अस्ति परन्तु अनियर् प्रत्ययः कितनित् नास्ति एतत्तु सामान्य अर्धधातुप्रत्ययः अस्ति अत्र इकारान्त अङ्गस्य गुणनिषेधः न वर्तते गुणः तु भवति एव सो वेन् ऐ एम् डूयिङ्ग् जी प्लस् अनियर् अत्र न केवलं सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसङ्गः परन्तु अत्र अचिष्णु धातु ब्रुवां युवोरियङ् वङ्गो सूत्रस्य अपि प्रसङ्गः आयाति अस्मिन् सोपाने बट् वट् डु ऐ सिलेक्ट् सार्वधातुक अर्धधातुक् वै बिकास् यदा मया तत्र बलाबलचिन्तनम् एकस्मिन् सोपाने सूत्रद्वयस्य प्रसङ्गः बिकास् अत्र अजादिप्रत्ययः अस्ति अपि च इकारान्त धातुरूपी अङ्गम् अस्ति युवोः धातोः सो अत्र इयङादेशः करणीयं वा गुणकार्यं करणीयम् इति मम समस्या परन्तु इदानीं यदा द्वयोः मध्ये बलाबलचिन्तनं भवति अचिष्णु धातु अपि च सार्वधातुकार्धधातुकयोः द्वयोः कृते अन्यत्र अन्यत्र लब्धावकाशः अस्ति स्वतन्त्रतया लब्धावकाशः अस्ति अपि च इदानीम् एकत्र प्राप्तिः अस्ति अतः द्वे अपि तुल्यबले अस्ति चेत् तत्र विप्रतिषेधे परं कार्यं सो परसूत्रं तत्र बलवद् भवति सो सर्वदा दिस् इस् वै that is why the sankhya is also important. So achishnu dhatu bruvam to 6477 shashtadhyaye eva dattam asti. Sarva dhatu kacho niniti puganta lagu padasya cha ete sarve guna vidayak apicha vriddhi vidayak ye iganta nam ajanta nam gunaha yatra nirdishtam asti vidhihi asti te sarve sutra tani sarvani sutrani sapta adhyaye santi saptame adhyaye ataha they become parasutram for this achishnu dhatu bruva atah atra parasutram eva balavat bhavati itukte sarvadhatu kardha dhatu eva balavat bhavati idanin tatra prashnah achishnu dhatu kutra karyam karoti idi sarvada tadrish chintanam kurmah chet yatha navul asti navul to sakshat nit asti ach pratyah achapi यदा मया उक्तम् आच् प्रत्ययः आच् अपि कृत् प्रत्ययः अस्ति सो आच् प्रत्ययः इस् इक्वलन् टु अनियर् ओन्ली सो इट् इस् आल्सो नाट् कित् प्रत्ययः न गुणविधाय गुण अनुकूलप्रत्ययः अस्ति आच् प्रत्ययः साक्षात् कित् नास्ति सो दिस् विल् नाट् हेल्प् अस् न सो इदानीं तत्र तत्र एकम् अन्यत् अस्ति नित् प्रत्ययः अङ् इति प्रत्ययः अस्ति तत्रापि अकारः भवति सो अङ् प्रत्ययः साक्षात् कृत् प्रत्ययः अस्ति कृत् प्रत्ययेषु अस्ति परन्तु नित् अस्ति इदानीं पश्यतु अत्र जी धातुः सेम् जी धातुः अस्ति परे जी so suppose let's assume I don't know this because all the other pratyayas they do not come after all the dhatus that is why the problem is there so suppose ang pratyah asti idanim atra sarvadhatu kartadhatu kayoho iti sutrasya yadyapi prasangah asti tathapi tasya karyasya nishedah bhavati kiniti cha sutrena सो तस्य सूत्रस्य निषेधकसूत्रमस्ति किन् इति च सूत्रं सो इदानीं सार्वधातुक अर्धधातुक इति सूत्रं कार्यं न करोति अत्र तस्य बाधा भवति किन् इति च सूत्रेण अतः अत्र अचिष्णु धातु ब्रुवाम् इति सूत्रम् आगत्य तस्य प्रसङ्गः आयाति बिकास् अचिष्णु धातु ब्रुवाम् इति सूत्रेण गुणकार्यं नास्ति तत्र इयङ् आदेशः भवति इकारस्य इयङ् आदेशः उक्तम् अस्ति तस्य कृते कोऽपि निषेधः नास्ति सो यदा गुणः गुणस्य प्रसङ्गः निषिध्यते, गुणकार्यं गुणकार्यस्य बाधा भवति, तदा एव एते सर्वे इकारान्त् अपि च उकारान्तानाम् अचिष्णु दातु ब्रुवाम् इति सूत्रेण इयङ् नो चेत् उवङ्गादेशः भवति. इत्युक्ते इदानीं तत्र अन्यत् प्रश्नः आयाति, हलादि कितनित् अस्ति चेत्, हलादि कितनित् अस्ति चेत् तत्र तत्र किमपि न भवति, बिकास् तत्र अचिष्णु दातु ब्रुवां तत्र कोऽपि सूत्रमेव अपि नास्ति. सो तत्र जी विल् बिकम् जितः, नी विल् बिकम् नीतः, यथा क्त प्रत्ययस्य प्रसङ्गः आयाति. सो कितनित् प्रत्ययः अस्ति चेत् कितनित् अर्धधातुक प्रत्ययः अस्ति चेत् अङ्गमस्ति ईकारान्त् उकारान्त् अथवा ऋकारान्त् अस्ति चेत् किनिति च सूत्रस्य प्रसङ्गः. दिस् इस् द फस्ट् कार्यं, गुणनिषेधः भवति. सो न केवलं गुणनिषेधः भवति, वृद्धिनिषेधः अपि उक्तमस्ति किनिति च सूत्रेण. हलादि कित् अस्ति चेत् केवलं वर्णमेलनं, जित्तः, शीतः, नीतः इति तत्र क्तप्रत्ययः. अपि च वयं जानीमः ये एजन्ताः सन्ति यद्यपि क्तप्रत्ययः इडानुकूलप्रत्ययः. सो प्रायशः ये एजन्ताः तेषां ते अनिट् दातवः. सो तत्र इडागमः अपि न भवति. इदानीं तत्र इदानीं पश्यामः इकारान्त् अङ्गं प्लस् अजादि कित्नित्, आर्धधातुक प्रत्ययः परन्तु सः अजादि कित् अस्ति, नो चेत् अजादिनित् अस्ति. एकं सूत्रमस्ति तत्र एरन् एकाचो, एकवारं सूत्रं पश्यामः. तत्र एरन् एरन् एकाचो, अत्रापि यत् अस्माकं प्रसङ्गः अस्ति इकारान्तधातुः परे अजादि कितनित् प्रत्ययः. इदानीं तत्र प्रसङ्गः अस्ति अजादि, हलादि अस्ति चेत् केवलं गुणनिषेधम् गुणनिषेधः अनन्तरं वर्णमेलनम्. अजादि कित् अस्ति चेत् किं भवति? सो एतत् सूत्रं तत्र तस्य प्रसङ्गः आयाति प्रथमे, एरन् एकाचो असंयोगपूर्वस्य. सो यनादेशः भवति प्रायशः. सो एरन् एह इत्यनेन षष्ठी अस्ति, सो इकारान्तानां. सो एह इत्यनेन इकारः इति प्रातिपदिकं, तस्य एव षष्ठी एकवचनं भवति एः. सो ये इकारान्तदातवः सन्ति तेषां विषये, अपि च अनेकाच् इकारान्तदातवः, अनेकाच् इकारान्त अङ्गस्य धातोः, इत्यस्य धातोः अपि च असंयोगपूर्वस्य, इकारः कीदृश इकारः असंयोगपूर्वस्य ईवर्णस्य अजादिप्रत्ययपरे यनादेशः भवति. सो अजादिप्रत्ययः परे अस्ति चेत् तस्य यनादेशः भवति. अत्र तु कितनित् न उक्तम् अस्ति, परन्तु यद्यपि अत्र कितनित् न उक्तम् अस्ति, वयं जानीमः यदा तत्र इकारान्तरूपी अङ्गम् अस्ति, कितनित् भिन्नप्रत्ययः अस्ति चेत् तस्य तु गुणकार्यम् एव भवति, किमपि अन्यत् कार्यं नास्ति तत्र. सो यद्यपि अत्र अस्मिन् सूत्रे कितनित् न उक्तम् अस्ति चेत् सूत्रस्य प्रसङ्गः तु कितनित् परे एव भवति, अत्र उक्तमस्ति वा? सो अजादि सो अत्र अत्र कुत्रचित् भवेत्, कुत्रचित् लिखितमस्ति. अस्य सूत्रस्य प्रसङ्गः प्रायशः तत्र सामान्यचिन्तनेन भवति. यत्र द्वित्वं भवति लिट् लकारस्य प्रसङ्गे एतत् सूत्रप्रसङ्गः भवति, परन्तु एरन् एकाचो असंयोगपूर्वस्य इकारान्त अजादि कितनित् प्रत्यपरे एतस्य सूत्रस्य कार्यमस्ति, तत्र यणादेशः भवति. परन्तु अत्र विशिष्ट अङ्गमुक्तमस्ति, तदपि अस्माभिः स्मर्तव्यम्. अत्र असंयोगपूर्वक तस्य पूर्वे कोऽपि संयोगः मा भवतु, तादृश असंयोगपूर्वक अनेकाच् अङ्गमस्ति चेत् तस्य अजादि कितनित् परे यणादेशः भवति, नो चेत् तत्र अचिशुनु धातु ब्रुवाम् इति सूत्रेण इयङादेशः आगच्छति. चिन्तयामि एतत् चिन्तनम् इदानीं करणीयं वा न करणीयम्. प्रायशः तत्र कितनित् प्रत्ययेषु हलादि एव सामान्य, ये सर्वेषां धातोः अनन्तरम् आगन्तुं शक्यते, तावत् त्वा एते प्रत्ययाः आर्धधातुप्रत्ययाः, अपि च सर्वेषां धातूनाम् अनन्तरं तेषां विधिः अस्ति. सो तादृशप्रत्ययः अस्ति चेत् तत्र अचिष्णु इत्यस्य प्रसङ्गः नास्ति, बिकास् ते सर्वे हलादि एव, तकारादि एव, तावत् तव्यत् कृत क्तवतु एते सर्वे क्ता त्वा प्रत्ययः, क्तिन् प्रत्ययः एते सर्वे कित् प्रत्ययाः, अपि च तेषां विधिः सर्वेषां धातु अनन्तरम् अस्ति, अतः तत्र अचिष्णु धातु इत्यस्य प्रसङ्गः न आयाति. सो तत्र सो अजादि कितनित् अस्ति चेत् तत्र केवलं मनसि एतत् एव भवेत्, अत्र अचिष्णु धातु ब्रुवाम् इत्यनेन इकारान्त अपि च उकारान्तानां विषये इयङ् उवङ् आदेशः भवति. अपि च अस्माभिः तत्र पठितम् एतत् सूत्रम् अचिष्णु धातु ब्रुवाम् इत्यस्य विषये. एकम् अन्यत् सूत्रम् अस्ति उष्णुवोः सार्वधातुके, परन्तु तत्र श्णु प्रत्यय अङ्गस्य विषये एव अस्ति. सो वी आर् नाट् डिस्कसिङ्ग् श्णु प्रत्ययात् अङ्गम्. अस्माभिः तु युवोः धातोः ये सन्ति तेषां विषये अजादि कितनित् प्रत्ययः परे तत्र इयङ् नो चेत् उवङ्गादेशः भवति. इदानीं ये ऋकारान्ताः सन्ति, इकारान्त उकारान्त विषये केवलम् अचिष्णु धातु ब्रुवामि तस्य प्रसङ्गः. इदानीं ये ऋकारान्तदातवः सन्ति परे अस्ति कितनित् प्रत्ययः, णितिनित् अस्ति चेत् वृद्धि भवति, प्लस् सामान्य आर्धधातुप्रत्ययः अस्ति चेत् गुणकार्यं भवति. इदानीं तृतीयविधयः आर्धधातुप्रत्ययः सः कितनित् अस्ति, ऋकारान्तधातु ह्रस्वऋकारान्तधातुः अपि च परे कितनित् आर्धधातुक् प्रत्ययः सो वयं जानीमः तत्र किनिति च सूत्रेण गुणनिषेधः अनन्तरं तत्र किमपि कार्यं नास्ति यदि हलादि कितनित् अस्ति अजादि कितनित् अस्ति चेत् तत्र यनादेशः भवति तो सूत्रमस्ति सामान्यसूत्रम् इको यनाचि ऋकारान्त् ह्रस्वऋकारान्त् धातुः कोऽपि अजादिप्रत्ययः अस्माभिः तत्र नेतव्यम् अजादिप्रत्ययः अजादि कितनित् प्रत्ययः कोऽपि स्मारयति वा सो वी हेव् टु डू सम् लिटिल् कार्य तत्र कस्मिंश्चित् लकारे अतुस् आदेशः भवति अस्य प्रत्ययस्य अतुस् आदेशः भवति केवलम् इदानीं तत्र नोट् करोतु ऋकारान्त् धातुः प्लस् हलादि कित्नित् अस्ति चेत् किमपि कार्यं नास्ति गुणनिषेधः भवति केवलं वर्णमेलनम् अस्ति यथा अत्र हुरु धातुः अस्ति क्तप्रत्ययः अस्ति क्तप्रत्ययः कित् प्रत्ययः अपि च हलादि अस्ति अतः तत्र हृत इति प्रातिपदिकं भवति परन्तु अजादि कित्नित् अस्ति चेत् सर्वदा तत्र स्मर्तव्यं ऋकारान्तधातुः तत्र सामान्यकार्यं भवति रु अस्ति परे अजादि आर्धधातुक् प्रत्ययः अस्ति अजादिप्रत्ययः अस्ति चेत् तस्य इको यनचि इति सूत्रेण यनादेशः भवति सो तत्र ऋकारस्य तत्र यनादेशः भवति चेत् आर् एव भवति सो आर् एव भवति ऋकारस्य रेफात् सोरि ऋकारस्य रेफः इति यनादेशः अस्ति इको यनच् इति सूत्रस्य प्रसङ्गः तत्र भवति सामान्यकार्यमस्ति किमपि विशेष अङ्गकार्यं तत्र न भवति ह्रस्व ऋकारान्तानां विषये कितनित् प्रत्यय अजादि कितनित् प्रत्यय हलादि अस्ति चेत् वर्णमेलनं दीर्घऋकारान्तः सन्ति तत्र किञ्चित् सूत्रमस्ति सो दीर्घऋकारान्तानां तत्र विभागद्वयं कृतमस्ति अत्र तु एकमेव दत्तमस्ति सो दीर्घऋकारान्तानां सः दीर्घऋकारस्य पूर्वे तत्र ओष्ठवर्णः अस्ति इत्युक्ते प फ ब ब म इति तादृश अस्ति यथा प्रु इति धातुः पश्यतु तत्र केचन दीर्घऋकारान्तधातवः सन्ति यत्र ऋकारस्य पूर्वे तत्र ओष्ठवर्णः अन्तर्गणः अन्त्यवर्णः दीर्घऋकारान्तः सो अराउण्ड् 28 धातुस् दीर्घऋकारान्तः तत्र धातुपाठे अराउण्ड् 28 धातुः सन्ति येषां तत्र दीर्घऋकारः अन्ते वर्तते सो दीर्घऋकारान्तं तेषां कृते अस्माभिः वर्गद्वयं करणीयम् एकमस्ति यस्य पूर्वे ओष्ठवर्णः इत्युक्ते अत्र भृ मृ बकारः ओष्ठवर्णः मकारः ओष्ठवर्णः तथैव तत्र पृ इति पकारः ओष्ठवर्णः गुड् बाय् किमपि उक्तं वा मया न श्रुतम् सो अपि च दीर्घऋकारस्य पूर्वे ओष्ठवर्णः तेषां एकः भागः अन्य सर्वे तेषां कृते अन्यत् भागः सो दीर्घऋकाराणां यत्र ओष्ठवर्णः पूर्वे अस्ति तत्र एकं सूत्रम् अस्ति ओष्ठ्यपूर्वस्य पश्यामि. तत्र उत् आदेशः भवति सोदोष्टिपूर्वस्य. उद ओष्ठ्यपूर्वस्य अत्र पश्यतु उत् इति आदेशः भवति ओष्ठ्यपूर्वस्य. सो अत्र ऋतः इति अनुवर्तते दीर्घरुकारः. दीर्घरुकारान्तधातोः सो यत्र सि सर्वत्र अत्र कुत्रापि प्रत्ययस्य विषये इत्युक्ते अङ्गस्य अधिकारः अस्ति तत्र प्रत्ययस्य उपस्थितिः भवेत् अपि च प्रत्ययः तादृशप्रत्ययः यत्र गुणस्य निषेधः अस्ति. सो तादृशप्रत्ययः तु कितनित् प्रत्ययः एव अस्ति. गुणकार्यम् अस्ति गुण अनुकूलप्रत्ययः अस्ति चेत् गुणः अवश्य भवति. यत्र गुणस्य निषेधः भवति तत्र एतत् सूत्रस्य प्रसङ्गः आयाति. सो ओष्ठ्यपूर्वस्य दीर्घरुकारान्तधातोः अन्तिमरुकार तस्य दीर्घरुकारस्य उत् आदेशः भवति इति सूत्रं वदति. उदोष्ठ्य अपूर्व पूर्वस्य सो यस्मिन् धातोः अत्र पश्यतु लिखितमस्ति. मया शेर् कृतं वा स्क्रीन् दृश्यते वा? सो यस्मिन् धातोः अन्ते दीर्घरुकारः अस्ति दीर्घरुकारः तस्मात् पूर्वं च ओष्ठ्यवर्णः यथा मया तत्र तत्र उक्तं पृ मृ इति ते दीर्घरुकारान्तं रुकारान्ताः अपि च पूर्वे तत्र रुकारस्य पूर्वे ओष्ठ्यवर्णः अस्ति. प फ ब ब म एते वर्णाः पूर्वे भवेत् तस्य धातोः रुकारस्य उकारादेशः भवति. सो वयं जानीमः उरनरपरः इति सूत्रेण इति उरनरपरः इति सूत्रं किम् अस्ति? उरनरपरः इति सूत्रं किं वदति? यत्र यत्र रुकारस्य स्थाने अन् आदेशः भवति सः अन् सर्वदा रेफ परे तस्य परे रेफः सर्वदा आयाति. अत्रापि रुकारस्य स्थाने उकारादेशः उक्तम् अस्ति. उत् इति आदेशः इत्युक्ते ह्रस्व उकार इति आदेशः तपरकरणम् अस्ति. उकारः अन्वर्णः सो रुकारस्य स्थाने अन् आदेशः अस्ति. सो सः सर्वदा रपरः भवति रेफः तस्य परे भवति. सो न केवलम् उ इति आदेशः भवति परन्तु उर् इति आदेशः भवति. यदा अत्र अत्र उदाहरणमपि अस्ति प्रूयोग क्तप्रत्ययः. क्तप्रत्ययः कित् अस्ति अतः गुणः गुणस्य बाधः भवति अत्र ऋकार इगन्ताङ्गस्य गुणः न भवति. सो दीर्घरुकारः अस्ति परे तत्र कित्नित् प्रत्ययः अस्ति अतः तादृशरुकारस्य तत्र उ उत् आदेशः इत्युक्ते उर् आदेशः भवति. सो अनन्तरं तत्र उपतादीर्घः अपि भवति हलिच इति सूत्रेण. सो पूरत इति प्रातिपदिकं भवति. सो दीर्घरुकारान्त ये धातवः सन्ति परे कोऽपि कितनित् प्रत्ययः अस्ति यत्र गुणस्य निषेधः अस्ति वृद्धिनिषेधः अस्ति अचोनिदिति इत्यनेन वृद्धिः न भवति तत्र उत् उदोष्ठपूर्वस्य इति सूत्रेण तत्र दीर्घरुकारस्य उत् आदेशः उर् आदेशः भवति. रेफः अपि परे आयाति इति तत्र विशिष्टसूत्रमस्ति. अनन्तरं सर्वदा स्मर्तव्यम् अत्र हलीच इति सूत्रस्य सि अत्र किमर्थं हलीच इति सूत्रस्य प्रसङ्गः. हलीच इति अत्र उक्तमस्ति न हलीच सूत्रं. हलीच इति सूत्रस्य प्रसङ्गः यः रेफान्त अथवा वकारान्त धातु अस्ति तत्र उपधादीर्घ भवति. रेफान्ताङ्गम् अथवा वकारान्ताङ्गं तस्य उपधायां यः वर्णः तस्य दीर्घ आदेशः भवति. यदा अत्र ऋक् दीर्घऋकारस्य उत् आदेशः भवति तत्र रेफः अपि उरनरपरः इत्यनेन रेफः अपि आयाति. सो इदानीम् अन्ते रेफः अस्ति, अतः हलीच इति सूत्रस्य प्रसङ्गः अत्र भवति. सो हलीच इति सूत्रस्य रेफान्त रेफस्य वकारस्य पूर्वे यः तस्य पूर्वे यः उब्धायाम् एकवर्णः तस्य दीर्घादेशः भवति. सो प्रायशः अत्र यदा तत्र ऋकारान्त अङ्गम् अस्ति तत्र सर्वदा ऊर् ऊर् एव भवति, अतः तत्र हलीच इति सूत्रस्य अपि प्रसङ्गः आयाति. अनन्तरम् इतितो भवति ये तादृश दीर्घऋकारान्तदातवः येषां पूर्वे तत्र ओष्ठवर्णः. सो येषाम् ओष्ठवर्णः नास्ति तत्र किं, यथा जृ श्रृ गृ वृ इति एते सर्वे धातवः. सो तेषां विषये तत्र ऋत इत् धातोः ऋत इत् धातुः इति एकं सूत्रम् अस्ति, तत्र इत् आदेशः भवति. सो इत् आदेशः अपि इर् अस्ति दीर्घऋकारान्त ऋत इत् धातोः. दीर्घरु भवेत् अत्र दीर्घरु कथं टैप् करणीयम्? धातुपाठ अस्ति वा सूत्रपाठ? आम् अत्र पश्यतु दीर्घऋकारान्तस्य इत् आदेशः भवति धातोः इति, ऋत इत् धातोः इति सूत्रम् अस्ति. अत्र ऋत् इत्यनेन दीर्घरु अस्ति. सो ये यस्य अङ्गस्य अन्ते दीर्घऋकारः अस्ति तत्रापि एतत् सूत्रमपि कितनित् प्रत्यपरे एव भवति. सो दीर्घ ऋकारान्त अङ्गस्य अन्तिमवर्णस्य इकारादेशः भवति. सो अत्रापि न केवलम् इ भवति, इर् भवति. सो इर् भवति चेत् तत् सूत्रं तु सर्वत्र अस्ति. सो अत्र अत्र श इति प्रत्ययः अस्ति. अत्र तु उदाहरणं सार्वधातुकप्रत्ययस्य अस्ति, परन्तु णित् अस्ति. श इति प्रत्ययः णित् अस्ति, अतः एतत् सूत्रस्य प्रसङ्गः. सो यत्र गुणकार्यस्य निषेधः अस्ति, यत्र दीर्घऋकारस्य गुणः न भवितुं शक्नोति, वृद्धिः न भवितुं शक्नोति, तत्र एव एतत् सूत्रस्य प्रसङ्गः आयाति. सो दीर्घऋकारान्त अङ्गस्य तत्र कितनित् प्रत्ययपरे इत् आदेशः भवति. ओष्ठपूर्व दीर्घऋकारान्त अस्ति चेत् तत्र उत् आदेशः भवति. सामान्य दीर्घऋकारान्त अस्ति तत्र तु इत् आदेशः भवति. सो इर् आदेशः भवति, यथा अत्र उक्तमस्ति गिर्. अनन्तरं यः दिस् अत्र तु आर्धधातुकप्रत्ययस्य नास्ति, अत्र अस्ति क्तप्रत्ययस्य अस्ति. अत्र पश्यतु क्तप्रत्ययः आर्धधातु कित् प्रत्ययः, अतः गुण किनिति च सूत्रेण गुणनिषेधः भवति. यद्यपि इगन्ताङ्गम् अस्ति, अतः ऋत इत् धातोः इति सूत्रेण तत्र इरादेशः भवति. इत्युक्ते आदेशः उरनरपरः इत्यनेन रेफः अपि आयाति. अनन्तरं हली च इति सूत्रेण शिर् बिकम् शीर् शीर्ण. तत्र एकं रदाव्यां निष्ठा निष्ठा इत्यस्य तकारस्य नकारादेशः भवति. एतत् सूत्रम् अस्ति. सो इति तत्र दीर्घरुकारान्त् प्लस् दीर्घरुकारान्त् प्लस् तत्र कित्नित् प्रत्ययः, कित्नित् आर्धधातुप्रत्ययः, ह्रस्वरुकारान्तानां विषये नास्ति. सो ओष्ठ्य अपूर्वस्य अपि च ऋत इति धातोः सूत्रद्वयं दीर्घरुकारान्तानां कृते, अपि च यत्र कित्नित् प्रत्ययः परे अस्ति, सः कित्नित् सार्वधातुक वा अर्धधातुक्, अस्माभिः दृष्टं श प्रत्ययः सार्वधातुक् परन्तु नित् अस्ति, गुणनिषेधः तत्र भवति, अतः तत्र ऋत इति धातोः इत्यनेन दीर्घरुकारात् अङ्गस्य तत्र इत् आदेशः भवति यदि ओष्ठ्यवर्णः नास्ति. ओष्ठ्यवर्णः अस्ति चेत् उत् आदेशः भवति. किमपि वक्तुमिच्छति चेत् वदतु. मया अहमेव इदानीं पर्यन्तं तत्र वदन् अस्मि. कोऽपि अत्र प्रश्नः अस्ति वा, किमपि वक्तुं शक्यते वा, किमपि वक्तुम् इच्छति चेत् वदतु. ऐ डोण्ट् नो हौ द क्लास् इस् गोयिङ्ग्. वदतु. वर्गस्य आदौ भवत्या उक्तं केवलचुरादिगणे एव अत उपधायाः इति सूत्रस्य प्रसक्तिः भवति तत्र. न मया न उक्तं, मया उक्तं ये अकारान्ता द फस्ट् ग्रुप् अकारान्ताः ये अकारान्तदातवः सन्ति तत्र भुवादौ आरभ्य क्रयादिपर्यन्तं कोऽपि तादृशधातुः नास्ति यस्य अन्ते अकारः वर्तते यत्. सो अत्र ये धातवः दत्तमस्ति कथ गण रच अन्ते अकारः श्रूयते. एतत्तु लौकिकरूपम् अस्ति, धातोः लौकिकरूपम् अस्ति रच. तादृशधातवः केवलं चुरादिगणे 1 to 9 गणे तत्र कोऽपि अकारान्तदातुः नास्ति. अत्र पश्यतु भगिनि एकवारम् अस्य स्पष्टीकुर्मः. धातुपाठः अत्र पश्यतु, धातुपाठ दृश्यते वा भगिनि? तटसीद अन्तिमवर्ण अन्तर्गणः आदिवर्णः अन्त्यवर्ण. सो वी केन् फिल्टर् द धातुस्. अत्र लिखितम्, अत्र पश्यतु अजन्त इजन्त एजन्त अजन्तदात. अत्र तु अजन्त लिखितमस्ति, अकारान्त हा अत्र अकारान्त अस्ति. सो अकारान्तदातूनां 97 धातुस् अत्र पश्यतु भगिनि, मार्ग कथ वर गण चुरादि चुरादि चुरादि चुरादि चुरादि अत्र पश्यति पठ. This is not that path dhatu. This is another path dhatu. Patha iti dhatu. Antyakarah. So, ete sarve akaranta dhatu vaha dashama gane, churadi gane santi. So, buvado arabhya krayadi pariyantam tatra kopi akaranta dhatu nasti. Iti maya uktam bhagni. Maya no avagatam. Api cha churadi gane कः विशेषः चुरादिगणे? तत्र निच् सर्वदा आयाति न भगिनि? चुरादिगणे यदा तत्र सार्वधातुकप्रक्रिया कुर्मः वा अर्धधातुकप्रक्रिया, तत्र सत्यपाप शूल वीणा इति सूत्रेण चुरादिभ्यः निच् इति आयाति. सो इट् बिकम्स् देन् इट् बिकम्स् एन् आतिदेश धातु, निजन्तधातु भवति. सो निजन्तदातु बिकम्स् चेत् इट् इस् नाट् एन् उपदिष्ट धातु. नौ वेन् वी एड् द निच् प्रत्यय वी गेट् अ धातु, बट् देट् इस् एन् नाट् एन् उपदिष्ट धातुः, देट् इस् एन् आतिदेशिक धातुः. सो तत्र विशेषचिन्तनं चुरादिगणस्य धातूनां विषये चिन्तनं सेपरेट्लि भवति. तत्र सार्वधातुप्रक्रिया वा अर्धधातुप्रक्रिया वा इति मया उक्तम्. आमां मया न अवगतं, तथा एव चिन्ता मास्तु अन्यत् कोऽपि किमपि वक्तुम् इच्छति वा? सुनीला भगिनी अस्ति वा अद्य? सुनीला भगिनी किमपि वक्तुम् इच्छति वा भगिनी? श्रुतम् एतत्तु बहु क्लिष्टमस्ति इति मन्ये, परन्तु यत् भवती उक्तवती एतत्तु सामान्यचिन्तनं तु तदेव अस्ति, गुणकार्यम् इगन्त अस्ति चेत् कार्यं, नित्रित् अस्ति चेत् वृत्तिकार्यम्, इतनित् विषये एव तत्र किञ्चित् क्लिष्टः दृश्यते, परन्तु तथा नास्ति. क्लिष्टमित्युक्ते अनेकानि सूत्राणि तेषाम् उपयोगः कर्तव्यः, तु एतस्य ज्ञानम् आवश्यकम्. किं सूत्रं मया तत्र आर्द्रधातुकृत्प्रत्ययः अत्र करपत्राणि सन्ति आर्द्रधातुकृत्प्रत्ययानां विषये एकवारं दृष्ट्वा वदामि. अत्र किमपि इत्युक्ते व्यवस्थितरूपेण उक्तमस्ति वा? इत्युक्ते व्यवस्थितरूपेण चिन्तनं भवति चेत् तत्र मनसि तिष्ठति. तदेव मया एक्स्पीरियन्स् कृतम्. उक्तवती तर्हि तस्य अवगमनं तु अभवत्, परन्तु यत् स्वतन्त्रतया किमपि करणीयं तर्हि आगच्छेत् वा न इति न मन्ये. Actually, I also did not do the correct this अभ्यास, सो मया तु रेण्डम्ली उक्तम् अस्ति. ऐ थिङ्क् देर् शुड् बि सम् स्लैड् प्रिपरेशन् देन् ओन्ली वी केन् डू द अभ्यास आल्सो. सो बट् देट् विल् टेक् टैम् भगिनि, बिकास् ऐ हेव् ऐ वास् नाट् वेल्फ् इन् द लास्ट्, समयः अपेक्षितम् अस्ति भगिनि. सो let me see if I will find some good material and I can easily make a PPT, then it will become easier. Otherwise I have to type it everything by myself, so that will take time. Bhavati kim krutavati kim uktavati etattu ati saralam asit yada bhavati uktavati tada jnatum shaktavantah svayam tari etena kinchit पुनरभ्यासः अभवत् किल. आमां ज्ञातुं शक्तवन्तः कानिचन सूत्राणि. आमाम् एषः एव लाभः इति अहम् एकवारं चिन्तित्वा वदामि कथम् अस्माभिः तत्र गन्तव्यम्. एकवारं सामान्यचिन्तनं कृत्वा तत्र यः विशेष सूत्राणि सन्ति तेषां विषये मे बि सेपरेट्लि वयं तत्र तेषाम् अध्ययनं कुर्मः. सो सामान्य यः चिन्तनम् अस्ति तत्तु वयं जानीमः एव. सो पुनः तस्य स्मरणं भवति चेत् इट् विल् बिकम् ऐ थिङ्क् क्लियर्. पश्यामि अत्र अस्मिन् वेब्सैट् मध्ये किमपि कृत् प्रत्ययानां विषये व्यवस्थितरूपेण किमपि दत्तम् अस्ति वा. केनापि न पाठितम् अतः तत् न जानामि, परन्तु मया तत्र स्वयमेव द्रष्टव्यम् अत्र किमपि अस्ति वा करपत्रं तादृशम्. परन्तु भवत्या उत्तमं कार्यं कृतम् एतत् सर्वम् एकत्रितं कृत्वा, परन्तु तत्र उदाहरणानि सन्ति चेत् तत्र लाभाय भवति, परन्तु उदाहरणं न दृश्यते न. सो तदपि तत्र द्रष्टव्यं कस्य प्रत्ययस्य उदाहरणम् अस्ति चेत् तत्र तादृशज्ञानं तत्र सम्पूर्णं भवति उदाहरण आधारीकृत्य. सो तदपि पश्यामि यत् वट् एवर् इस् लेकिङ्ग् लेट् मी सी इफ् ऐ एम् एबल् टु फैण्ड् द मेटीरियल् देन् ऐ विल् मेक् अ पीपीटी भगिनि. सो ये हलन्तदातवः सन्ति तेषां अग्रिमे कक्षा अग्रिम तत्र कक्षायां तेषां विषये यत्किमपि सामान्यचिन्तनम् अस्ति तेषां विषये उक्त्वा तत्र अग्रे सरेम. बै दट् टैम् द मूमेण्ट् ऐ प्रिपेर् दिस् ऐ विल् लेट् यु नो भगिनि. कोऽपि अन्यस्य कोऽपि प्रश्नः अस्ति, अन्यं कोऽपि वक्तुम् इच्छति वा? चेतना भगिनि किमपि प्रश्नः अस्ति वा भगिनि? किञ्चित् पठनीयं भगिनि, अनेक नूतनसूत्राणि सन्ति. सूत्राणाम् अध्ययनं तु यथा तत्र पाणिनिमहर्षिणा कृतमस्ति तथैव तत्र करणीयम्. आमाम्, we remember the what is the vidhi but we don't remember the sutra. So memorizing the sutra is also an important karya. They do the kanthasthi karanam. Matuh pustakam asti kalu sahaj bodha iti tat tatra api etadrisha that something along these lines is there, I think. आमामां मया तत्र एव दृष्टम्. ऐ डिड् नाट् गेट् दट् चेकिङ्ग् दोस् बुक्स् ओन्लि. पत्र परन्तु तत्र संक्षेपरूपेण दत्तमस्ति. सो तत्र सूत्र प्रत्ययः कः तस्य विषये अधिक नास्ति. एकवारं पुनः दृष्ट्वा तत्र बिकास् आल् दीस् वर्गीकरण बिकास् मातुः तत्र सूत्राणां यः अध्ययनं पाणिनि आधारीकृत्य यत् सूत्राणाम् अध्ययनं भवति तत् आधारीकृत्य एव एतत् विभागः अस्ति न, ऋकारान्ताः, एजन्ताः, अदुपदाः, इदुपदाः, बिकास् तत्र सूत्रं तादृशम् अस्ति. अतः एकवारं तदपि पश्यामि पुस्तकम्. अस्तु, इदानीं तु स्थगामः. शान्तिमन्त्रं पठित्वा स्थगामः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. अपि च आकारान्तानां विषये तत्र पुकागमः, युकागमः इति तत्र सूत्रद्वयं सूत्राणि सन्ति, परन्तु तेषां विषयः तु विशिष्ट अर्धधातुकृत्यविषये एव भवति. सामान्य अर्धधातुकृत्यविषये न भवति. सो आकारान्तानां विषये अपि अग्रिमकक्षायां तत्र पश्यामः. आकारान्तानाम् अपि च एजन्तानां द्वयमपि समानम् अस्तु. धन्यवादः. नमस्कारः. धन्यवादः भगिनि. धन्यवादः महोदय.